नम सर्वेभ्यः सर्वेषाम् अस्माकं पाणिनीयव्याकरणवर्गे स्वागतम्। वयम् इदानीं तिङ् प्रत्ययानां सिद्धिः इत्यस्य द्वितीयभागे स्मः। वयम् आत्मनेपदी लट् लकारस्य तिङ् प्रत्ययः साधितवन्तः, लोट् प्रत्ययः आरम्भं कृतवन्तः गतवर्गे, तदेव पुनः एकवारं परिशील्य अग्रे सरामः। अत्र श्रीवल्ली भगिनी, तत्र नियमान् अनुसृत्य कार्यम् एवम् इति अस्ति किल, पश्यति वा? आम् आम् भगिनि। तत्र किं करोतु, एकमेकं यदा यत्र यत्र सूत्रं जानाति तत्र तत्र सूत्रमपि वदतु, न जानाति चेत् वयं पूर्णतया एकवारं पठामः सूत्रमपि। आम् भगिनि। ता आ इति टि भागः, तस्य स्थाने एकारः। ते भवति, एकारस्य स्थाने आम् आदेशः, तकारः योगः आम् इति ताम् इति लोट् प्रत्ययः निष्पन्नः। मूलप्रत्ययः ता, ता इति तितः आत्मनेपदानां तेरे इति सूत्रेण ता आ इति टि संज्ञा भवति, आ स्थाने एकारः निष्पन्नः। तकारः एकारः योगः ते इति भवति। आम् आम् एतः, एतः आम् आदेशः इति सूत्रेण ये स्थाने आम् इति आगच्छति, ताम् इति दिस् इस् द फार्म् या, ताम् इति लोट् प्रत्ययः निष्पन्नः, सिद्धप्रत्ययः प्रथमपुरुष एकवचन प्रत्ययः ताम् इति सिद्धप्रत्ययः। आताम् इति आताम् अदन्तात् अङ्गात् परस्य आकारस्य स्थाने इत्वम् आ स्थाने इ इतां भवति। आम् इति टी भागः, तस्य स्थाने एकारः इते इति भवति, एकारस्य स्थाने आम् आदेशः, इताम् इति लोट् प्रत्ययः निष्पन्नः। आताम् आताम् आतो नितः यः इति सूत्रेण आकारस्य स्थाने इय इति आगच्छति। लोपो व्योर् वलि इति सूत्रेण एकारस्य लोपः भवति। ई योगः ताम् टित आत्मनेपदानां तेरे आम् एतः इति सूत्रद्वयेन रूपम् इत् योगः आम् इति इतां भवति। सम्यक्। तत्र प्रथमसूत्रं किम् आगच्छति? आतो नितः यः। सम्यक्। आतो नितः इति सूत्रम् आगच्छति, यः अत्र नास्ति किल सूत्रं, सूत्रसङ्ख्या एकवारं पश्यामः, अहम् उक्तवती गतवर्गे, परन्तु पुनः एकवारं पश्यामः। आतोङितः इति सूत्रं सप्तम अध्यायस्य द्वितीयपादे अस्ति, अस्तु। अतः तद् अनन्तरं टित आत्मनेपदानां तेरे इति सूत्रं तु तृतीय अध्यायस्य सूत्रमस्ति। अत्र आतोङितः इति अङ्गकार्यमस्ति, अङ्गकार्यं षष्टम अध्यायस्य चतुर्थपादस्य प्रथमसूत्रात् आरभ्य सप्तम अध्यायस्य अन्तपर्यन्तम् अङ्ग अधिकारः अङ्गकार्यमेव भवति। अतः आतोङितः इति सूत्रं स्थित आत्मनेपदानां तेरे इति सूत्रस्य अपेक्षया बलवत्, अङ्गकार्यं सर्वदा बलवत् एव, अतः तस्य कार्यं प्रथमम् आतोङितः प्रथमम्, अनन्तरं टित आत्मनेपदानां तेरे, अनन्तरं यदा भवती उक्तवती आमेतः। सूत्रसङ्ख्या इदानीं यदा वयम् अग्रे गच्छामः सूत्रसङ्ख्या अपि द्रष्टव्या, किमर्थं तादृशध्वनिः आगच्छति भगिनी रघुपतिमह उमा भगिनी केन् यू म्यूट् योर् सेल् देर् बी अ म्यूट् बटन् इन् फ्रण्ट् आफ़् युर् नेम् केन् यू जस्ट् प्रेस् दट् Yeah, okay. In front of my name, at the bottom it is there. Okay, I will mute you. In case okay. you want to ask something, you can just press press that mute button again or star 6 you can press. Okay, okay, okay. Huh? Okay, okay. Huh. Yeah. So I have muted you. Okay. Has there somebody else who's coming? Kenapi agatam va madhye anonymous city? कुत्वा भगिनी वा अरुणा भगिनी वा अरुणा भगिनी स्वागतं भगिनि अस्तु उत्तमम् अत्र किं कुर्मः इदानीं तु भवती थ आतां पठितवती झ अपि पठतु भगिनि श्रीवल्लि भगिनि आं भगिनि झ प्रथमपुरुषः बहुवचन मूलप्रत्ययः झ झ स्थाने अन्त् आदेशः अन्त् योगः आ इति टी भागः तस्य स्थाने एकारः अन्ते भवति एकारस्य स्थाने आम् आदेशः अन्ताम् इति लोट् प्रत्ययः निष्पन्नः झ मूलप्रत्ययः झोन्तः इति सूत्रेण अन्त् एकनिमिषं भगिनि झोन्तः अन्त इति भवति अन्त अकारः टी भागः टितः आत्मनेपदानां टेरे इति सूत्रेण अकारस्य स्थाने एकारः आदेशः भवति अन्त् योगः ए अन्ते अन्त्योगः ए आम् एतः इति सूत्रेण एकारस्य स्थाने आम् इति आदेशः भवति लोटः अन्त् योगः आम् अन्ताम् इति सिद्धप्रत्ययः उत्तमम् अतः त आतां च इति मूलप्रत्ययः वयं ताम् इताम् अन्ताम् इति साधितवन्तः इति लोट् उत्तमम् उत्तमं धन्यवादः भगिनि राजेन्द्रमहोदय मध्यमपुरुष करोति वा क्षम्यता भगिनि म्यूट् मध्ये आसम् हास् टित्सु से आदेशः से एकारस्य स्थाने आम् आदेशः प्राप्तिः आम् प्रभाद्य व आदेशः स्व इति लोट् प्रत्ययः निष्पन्नः थास् तु मूल तिङ् प्रत्ययः अस्ति तत्र भगिनी अत्र थास् कार्यं करोति वा आम् आम् थासः सम्यक् आम् तत्र थास् स्थाने से आदेशः आगच्छति तदनन्तरम् एकारस्य स्थाने आम् आदेशः भवति आमेत् सूत्रेण आमेत् सूत्रेण तत्र तत्र तत् अनन्तरम् आम् प्रभाद्य व आदेशः स्व इति लोट् प्रत्ययः निष्पन्नः व कुतः आगच्छति तत्र सूत्रमस्ति महोदय द्वितीयसूत्रं पठतु तत्र सूत्रस्य प्रथमवाक्यम् अनुवृत्तिसहितसूत्रं पठतु महोदय सवाभ्यां वाम ओ स्वाभ्यां वामौ आमामाम् अस्तु इदानीं स्मरामि स्वाभ्यां वामौ लोट् लकारस्य स्कारात् वकारात् च एकारस्य स्थाने क्रमेण व अम् इत्यनयोः आदेशः भवति अत्र सकारात् अस्ति तत्र एकारस्य स्थाने तत् व आदेशः भवति तत् व स्व भवति तत्र निष्पन्न सिद्धतिङ् प्रत्ययः प्रथमपुरुष मध्यमपुरुष एकवचनरूपम् आथाम् अदन्तात् अङ्गात् परस्य आकारस्य स्थाने इत्वम् आ स्थाने इथाम् आम् इति टी भागः तस्य स्थाने एकारः एकारस्य स्थाने आम् आदेशः इत्थाम् इति लोट् प्रत्ययः निष्पन्नः अत्र आकारस्य स्थाने तत्र विस्मरामि इदानीम् अदन्तात् आस्थाने इ आदेशः तत्र इ इ आदेशः भवति कुतः आतोमितः आतोमिथा आतोमिथा तत् इ आदेशः भवति तत्र यथा इ आदेशः भवति इथाम् इथाम् इथाम् आगच्छति तत्र अत्र टि भागः इ अस्ति तस्य स्थाने एकारः आगच्छति इत्थे इत्थे एकारस्य स्थाने आम् आदेशः इत्थां यथा पूर्वम् अभवत् द्वं द्वम् अम् इति टि भागः अस्ति अत्र तस्य स्थाने एकारः एकारः द्वे द्वे आगच्छति तत्र तत्र टित् आत्मनेपदानां टेरे तत् एकारः एकारः आगच्छति एकारस्थाने आम् आदेशः भवति आम् आमेतः सूत्रेण आम् आम् आदेशः भवति तत् प्रभाते अन् अम् आदेशः द्वं भवति स्वामो स्वाभ्यां वामौ सूत्रेण तत्र अम् आदेशः भवति द्वं सिद्धतिङ्कृत्या भवति बहुवचनमध्यमपुरुषे सम्यक् अतः तास् आतां द्वम् इति मूलप्रत्ययः वयं तु स्व इतां द्वम् इति साधितवन्तः यद्यपि तत्र मूलप्रत्ययः अपि द्वं सिद्धप्रत्ययः अपि द्वं तत्र मध्ये किं कार्यं तु अस्ति एव तत्र यदा आं प्रबाद्य इत्युक्ते आमेतः प्रबाद्य तत्र सवाभ्यां वामौ इति सूत्रस्य प्रसक्तिः अतः तत्र ध्वम् इति अम् इति आदेशः भवति सर्वत्र टित आत्मनेपदानां टेरे इति सूत्रस्य तु अवश्यं प्रसक्तिः अस्ति तस्य कार्यं तु अवश्यं भवति एव धन्यवादः नास्ति चिन्ता महोदय बहु पूर्वं कृतवन्तः किल गतवर्षे गतवर्षे कृतवन्तः आम् सम्यक् रघुपति महोदय उत्तमपुरुषं कः करोतु कृपया इदानीं ईद् अस्ति प्रथम उत्तमपुरुषस्य एकवचनम् अस्ति इ इत्यस्य इत् संज्ञालोपः अतः इ अवशिष्यते इ भागस्य इ इति प्रत्ययस्य टि भागः अस्ति इ तस्य स्थाने एकारः अस्ति टित् आत्मनेपदानां टे टित् टितः आत्मनेपदानां टेरे इति सूत्रेण इ अस्ति इदानीम् एकारस्य स्थाने आम् आदेशप्राप्तिः परन्तु आमेत इति सूत्रेण एकारस्य स्थाने आम् आदेशः परन्तु तत् प्रबाद्य प्रबाद्य एत ऐ इति सूत्रं सूत्रस्य लोटः लस्य उत्तमस्य एतः ऐ आदेश ऐ भवति अतः ए इति स्थाने ऐ आदेशः उत्तमपुरुषस्य अडागमः आडागमः अस्ति आड् उत्तम पिच्च इति सूत्रं परस्मैपदेषु अपि भवति वा एतत् आडुत्तमस्य पिच्च लोट्लकारे भवति लोट्लकारे परस्मैपदेषु अपि आत्मनेपदेषु अपि अस्ति आडुत्तमस्य पिच्च इति सूत्रेण आटागमः अस्ति आट् इदानीम् आयोग ऐ तत्र वृद्धिः भवति ऐ एव अवशिष्यते ऐ एव अवशिष्यते एकारादेशः अस्ति अकार ओके अस्तु इदानीम् अतः अन्तिमं रूपम् अस्ति ऐ लोट्लकारस्य उत्तमपुरुषस्य तत् एकवचनरूपं वहि इति अत्र इट् वहि वहि इत्यत्र इकारस्य टि भागः अस्ति अतः वहे इति भवति टित आत्मपदानां टेरे इति सूत्रेण वहे इति भवति अनन्तरम् एकारस्य स्थाने एक अत्रापि आमेत इति सूत्रस्य प्रसक्ति परन्तु तस्य तत् प्रबाद्य एत ऐ इति सूत्रम् आगत्य कार्यं करोति, अतः ए इति अस्ति वहि वहि इति भवति. अनन्तरम् आडुत्तमस्य पिच्च इति सूत्रेण आडागमः टित् टित् अस्ति, अतः पूर्वं भवति आवहे इति अन्तिमरूपम् आवहे. इदानीं महिङ् अस्ति, तत्र नकारस्य लोपः हलन्तमिति सूत्रेण तस्य लोपः महि इति अवशिष्यते. टितः आत्मनेपदानां टेरेति सूत्रेण महे भवति. अनन्तरं महे इति एकारस्य आमेत इति सूत्रं सूत्रस्य प्रसक्तिः, परन्तु तत्र प्रबाद्य एत ऐ इति सूत्रेण एकारस्य ऐ आदेशः महै इति भवति. अपि च आडुत्तमस्य पिच्च इति सूत्रेण आडागमः टित् अस्ति, पूर्वं भवति आमहे इति अन्तिमरूपम् आमहे. अतः ऐ आवहे आमहे इति अन्तिम प्रत्ययनिष्पन्न. सर्वत्र परन्तु आमेतः इत्यस्य प्रसक्तिः अस्ति. अस्ति. सो एत ऐ इति तस्य अपवादः इति वक्तुं शक्नुमः वा? एत ऐ आम् अपवादसूत्रमस्ति, अपवादसूत्रमस्ति एत ऐ. सम्यक्. तावदेव किल. अतः वयं लोट् लकारः साधितवन्तः सिद्धप्रत्ययाः ताम् इतामन्तां स्व इतां द्वम् ऐ आवहै आमहै इति साधितवन्तः. इदानीं लङ् लकारं प्रति गच्छामः. सूत्राणि तु वयं पूर्वमेव पठितवन्तः, अतः अग्रे सरामः. विजया भगिनी नियमाः पठति वा? आं भगिनि. लङ् लकारनियमाः. लङ् तित् नास्ति, अतः तित आत्मनेपदानां तेरे तेः स्थाने एत्वं तासः से तासः स्थाने से अस्य नियमद्वयस्य प्रसक्तिः नास्ति लङ् मध्ये. प्रथमबिन्दुः तत्र लङ् इति तित् नास्ति तत्र. किमर्थं तत्र अतीत आत्मनिपदानां तेरे अनन्तरं तासहसे एतत् सर्वं लङ् मध्ये प्रयोगं न कुर्मः, प्रसक्तिः अपि नास्ति. अनन्तरं द्वितीयबिन्दुः अदन्तात् अङ्गात् परस्य आकारस्य स्थाने ईत्वं स्यात् इत्यस्य नियमस्य प्रसक्तिः भवति. तित्सु अपि मित्सु अपि अङ्गम् अदन्तम् अस्ति चेत् आतो नितः इत्यनेन इय आदेशः तदा लोपो योर्वलि इति अनेन वल् आदिप्रत्यये परे यः लोपः यलोपः भवति तत्र. लङ् प्रत्य लङ् लकारस्य तत्र सूत्रद्वयं प्रसक्तिः अस्ति, आतो नितः अनन्तरं लोपो व्योर्वलि इति सूत्रं, नूतनसूत्रं तत्र प्रयोगं कुर्मः लङ् मध्ये. तत्र आत्मनेपदा चित आत्मनेपदानां तेरे तासहसे एतत् तत्र कार्यं न करोति. लङ् प्रत्यये चित् प्रत्यये नास्ति. लट् लिट् लोट् विधिलिङ्ग् एव तत्र कार्यं करोति. प्रसक्तिः अस्ति चित आत्मनेपदानां आम्. विधिलिङ्गपि विधिलिङ्गपि टित् नास्ति भगिनि. लिङ्ग् किल न, यत्र यत्र टकारस्य इत्संज्ञा भवति तत्र तत्र एव टित आत्मनेपदानां तेरे इत्यस्य प्रयोगः. विधिलिङ्गपि ञकारः किल इत्संज्ञा, तत्र अपि तस्य कार्यं न भवति. अस्तु पश्यामः. तत्र अत्र यदा भगिनी उक्तवती टित आत्मनेपदानां टेरे तासहसे तस्य कार्यम् अत्र नास्ति, नूतनसूत्रम् एकमपि अत्र नास्ति, आतोङितः लोपो व्योर्वलि एव यद्वयं जानीमः तत्सूत्रस्य एव प्रसक्तिः अत्र. लिङ्ग् क्षम्यतां लङ्लकारे, अतः तद् पठामः इदानीम्। अरुणा भगिनी, नियमान् अनुसृत्य कार्यमेवं, तत्र प्रथमपुरुषः प्रथमं पठतु भगिनि, प्रत्ययत्रयमपि। नियमान् अनुसृत्य कार्यम् एव, किमपि कार्यं नास्ति, ता इति लङ् प्रत्ययनिष्पन्नः। प्रथमविभक्ति एकवचन प्रत्यय, ता किमपि कार्यं नास्ति, वर्ण मेलनमेव भवति। आतां प्रथमपुरुष बहुवचन द्विवचन प्रत्ययः आतां, तित्सु ते हे एतं किन्तु लङ् नित्, अतः टि भागः आम् इत्येव तिष्ठति। अदन्तात् अङ्गात् परस्य आकारस्य स्थाने इत्वम् आस्थाने इ ईताम् इति लङ् प्रत्ययः निष्पन्नः। लङ् लङ्लकारात् टित् नास्ति, इत्येव ततः नित्, अतः टि आत्मनेपदानां टेरि, टित् आत्मनेपदां टेरि न प्रयोजनं करोति। परन्तु अदन्तात् अङ्गात् परस्य आकारस्थाने इत्थं भवति। प्रथमपुरुष बहुवचनप्रत्ययः झ, झ स्थाने अन्तादेशः प्रथमं भवति, ततः अन्तयोगः अ, अन्त इति लङ् प्रत्ययनिष्पन्नः। सूत्रं स्मरति वा भगिनि, ज स्थाने अन्त केन सूत्रेण? जोन्तः, जोन्तः एव, सम्यक्, जोन्तः एव। पूर्वमपि भगिनि आताम् इत्यत्र तत्रापि सूत्रं वदति वा, अदन्तात् अङ्गात् परस्य आकारस्य स्थाने इत्वम्? अहं न जानामि भगिनि। अत्र पूर्वमेव द्वितीयबिन्दुः अस्ति किल, नियमाः इति, तत्र सूत्रं दत्तमस्ति भगिनि। पश्यति वा भगिनि अरुणा भगिनि, आतोमितः, तदेव सूत्रद्वयमेव लङ्लकारे, सर्वत्र सूत्रद्वयमेव, आतोङितः लोपो व्योर्वलि। सम्यक्, उत्तमम्, अस्तु, ज पर्यन्तम् आगतवन्तः, त तत्र किमपि कार्यं नास्ति, आताम् इदानीम् इताम् इति भवति, ज इत्यानीम् अन्त इति भवति, जोन्तः इति सूत्रेण। अस्तु, शिवली भगिनी, मध्यमपुरुषः करोति वा? आं भगिनि, मध्यमपुरुषः एकवचनं प्रत्ययं थास्, टित्सु से आदेशः, किन्तु लङ् नित्, अतः थास् इति एव तिष्ठति। ऋत्वविसर्गे ऋत्वविसर्गौ ताः इति लङ् प्रत्ययः निष्पन्नः। थासः से इति सूत्रेण टित्सु लकारेषु तास्थाने से इति भवति, परन्तु लङ् लकारे नित् लकारः अस्य से न भवति, थास् इति करवसानयोः विसर्जनीयः इति सूत्रेण ताः इति निष्पन्नः। ऋत्वं केन सूत्रेण? ऋत्वं ससजुषोरुः। सम्यक्, अत्रद्वयमपि अग्रिमं करोतु भगिनि। मध्यमपुरुषः द्वितीयवचनम् आताम्, अदन्तात् अङ्गात् परस्य आकारस्य स्थाने इत्वम्, आ स्थाने इ, इथाम् इति लङ् प्रत्ययः निष्पन्नः। आताम् इति आतो नितः इयः इति सूत्रेण आस्थाने इ आदेशः भवति, सिद्धप्रत्ययः इथाम् इति लङ् प्रत्ययः निष्पन्नः। मध्यमपुरुषः बहुवचनप्रत्ययं द्वं, किमपि कार्यं नास्ति, द्वम् इति एव लङ् प्रत्ययः निष्पन्नः। टितः आत्मनेपदानां टेरे इति सूत्रस्य प्रसक्तिः नास्ति, आतो नितः इति प्रसक्तिः नास्ति, किमपि कार्यं नास्ति, त्वम् इति एव लङ् प्रत्ययः निष्पन्नः. सवाभ्यां वामौ इत्यस्य प्रसक्तिः अस्ति वा? नास्ति भगिनि. तत्र किमर्थम् आमेतः इति प्रसक्तिः नास्ति? सवाभ्यां वामौ इत्यत्र अनुवृत्तिसहितसूत्रं पश्यतु एकवारं. लोटः लोटः लोटः एव स्वाभ्यां एतः वाम इति प्रसक्तिः. सम्यक्. तास् आथां द्वं तत्र ताः इथां द्वम् इति सिद्धप्रत्ययः. सम्यक्. राजेन्द्रमहोदय उत्तमपुरुषः. आम् इत्यस्य इत्संज्ञा लोकेन किमपि कार्यं न अत्र इ इत्येव लिङ्ग् लङ्या निष्पन्नः. उत्तमपुरुषः प्रथमवचने एकवचने तत्र इ एव लङ् लङ् प्रत्ययः अस्ति. अत्र कोऽपि कार्यं नास्ति नास्ति. बहिः किमपि अत्र कार्यं नास्ति. बहिः इत्येव लङ् प्रत्ययः द्विवचने उत्तमपुरुषः द्विवचने लङ्लकारे तत्र बहिः एव बहिः शुद्धतिङ् प्रत्ययः अस्ति. महिन् अत्र नकारस्य संज्ञा भवति. तत्र हलन्त्यं हलन्त्यं तत्र अग्रे किमपि कार्यं न अस्ति. महि इत्येव लङ् प्रत्ययः निष्पन्नः भवति. तथा उत्तम उत्तमपुरुषे एकवचनं द्विवचनं बहुवचनं तत्र इ बहि महि सिद्धतिङ्प्रत्ययः निष्पन्नः भवन्ति. लङि सिद्धप्रत्ययाः इत्यपि पठतु महोदय. लङि सिद्धप्रत्ययाः त इताम् अन्त् अन्त थाः इथां द्वम् इ बहि सन्ति एतानि. सम्यक्. इवहि महि इति उत्तमपुरुषः. उत्तमम्. इदानीं विधिलिङ्ग् लकारः कुर्मः. तदेव अन्तिमः अस्ति. तदपि वयं कुर्मः. अस्तु, रघुपतिमहोदय नियमः पठति वा? आं महोदय. आत्मनेपदिविधिलिङ्गलकारस्य तिङ्प्रत्ययसिद्धिः. नियमाः: प्रथमं, यदा परस्मैपदिविधिलिङ्गलकारे यासुट् आगमः भवति तथैव आत्मनेपदे सियुट् इति आगमः भवति. अत्र अनुबन्धलोपे सीय इति अवशिष्यते. सीय इत्यत्र वर्तमानस्य सकारस्य अपि लोपः क्रियते विधिलिङ्गि. आचिर्लिङ्गि तु सकारलोपः न क्रियते. द्वितीयमस्ति, यदा सीय इति आगमः भवति सकारलोपश्च भवति तदा ईय इति शिष्यते. तत्र वर्तमानस्य यकारस्य लोपः भवति हलादौ प्रत्यये परे अजादौ तु यथा यथावत् तिष्ठति. ज तृतीयं तु ज प्रत्ययस्य स्थाने रनादेशः. चतुर्थं बिन्दुः अस्ति उत्तमपुरुषस्य ई प्रत्ययस्य स्थाने आदेशः. अस्तु, प्रथमं यथा परस्मैपदे विधिलिङ्ग वयं दृष्टवन्तः. यासुट् आगमः यासुट् आगमः भवति प्रथमं तु सीयुट् आगमः. तत् प्रभादे यासुट् आगमः भवति परस्मैपदेषु. अतः सीयुट् इति आत्मनेपदीय पदेः प्रत्ययस्य सूत्रस्य प्रसक्तिः. सीयुट् आगमः सीयुट् आगमः. अत्र अनुबन्धलोपे टकारस्य लोपः भवति. सीय इति भवति परन्तु सीय इति अत्र सकारस्य लोपः भवति विधिलिङ्गि. विधिलिङ्गि सकारस्य लोपः परन्तु आशीर्लिङ्गि तु सकारस्य लोपः न भवति. किमर्थम् किमर्थम् इत्युक्ते तत्र रूपभेदः भवति किल. सार्वधातुकलकारेषु प्रायः सकारस्य लोपः. आशीर्लिङ्ग् तु आर्धधातुकः अस्ति. तत्र तत्सूत्रस्य अवकाशः तत्र नास्ति. तावदेव. यथा सीय इति आगमः भवति, सकारलोपः भवति, तदा इय एव अवशिष्यते, इय एव अवशिष्यते. तत्र वर्तमानस्य यकारस्य लोपः भवति हलादौ प्रत्यये परे. इय इय इति अस्तु. हलादे हलादौ प्रत्यये परे अस्तु. लोपर् वेर्वरिः इति सूत्रेण अस्तु. एकादश लोपः भवति वल् प्रत्यारस्त प्रत्ययः अस्ति चेत् आदौ वल् आदौ हल् हल् अस्ति वल् वलादौ प्रत्यये परे वलादौ एव इत्येव स्वीकरोतु. हलादौ इति स्वीकरोति सर्वमस्ति. हल् अस्ति तत्र वरट् अस्तु. वलादौ एव इत्येव स्वीकरोतु. तदेव समीचीनं भवति. वलादौ अस्तु. वलादौ ज प्रत्ययस्य स्थाने रन् आदेशः अस्ति. अतः प्रथमपुरुषस्य बहुवचने ज इति अस्ति, तत्र रन् आदेशः. उत्तमपुरुषे इ इड् अस्ति, तत्र उत्तमपुरुषे इ प्रत्ययस्य स्थाने आदेशः. केवलम् इट् तत्र एव भवति वा इकारस्थाने न? इकारस्य स्थाने एव आ आदेशः. मूलप्रत्ययः इड् इत्यत्र इड् वहिङ् महिङ् किल, तत्र डकारस्य तु लोपः भवति किल. प्रथमं सर्वदा इत्संज्ञाकार्यम् अनुबन्धलोपकार्यं प्रथमम्, अनन्तरम् आदेशः वा आगमः वा. अतः प्रथमं तत्, अनन्तरं इकारस्य स्थाने आ आदेशः. तत्तु उत्तमपुरुषे एव, उत्तमपुरुषस्य ई प्रत्ययस्य स्थाने. अस्तु, ई प्रत्यये इट् प्रथममेव एकवचने एव भवति वा? एकवचने एव भवति. उत्तमपुरुषस्य एकवचने ई प्रत्यय अस्ति. अतः इड् वहिङ् महिङ् किल, अतः इड् वहि तत्र न भवति. न, सूत्रं यदा पठामः तत्र प्रायः स्पष्टः भवति, परन्तु ई एव तत्र पश्यामः. अस्तु, अतः नियमचतुष्टयम् अस्ति. प्रथमं तु सियुट् इति आगमः. यासुट् इति वयं परस्मैपदी विधिलिङ्गि दृष्टवन्तः, अत्र तु सियुट् इति आगमः. अनन्तरं सियुट् इत्यत्रापि सकारस्य लोपः भूत्वा इय इति आगच्छति. अनन्तरं यदा वयं जानीमः लोपो व्योर्वळि इति सूत्रेण यकारलोपः भूत्वा इ एव अवशिष्यते. अजादौ यकारस्य तु लोपः न भवति. अनन्तरं यदा जकारस्य स्थाने रन् आदेशः, अनन्तरम् उत्तमपुरुषस्य इ प्रत्ययस्य स्थाने आ आदेशः इति नियमः चतुष्टयम् अस्ति. तत् आधारीकृत्य वयं सूत्रसहितं कार्यं किम् इति पश्यामः. प्रथमं सूत्रं पठामः, अनन्तरं कार्यं प्रति गच्छामः. विजया भगिनी, लिङ्गः सियुट् सूत्रं पठति वा? आं भगिनि, लिङ्गः सियुट् सामान्यसूत्रं. तत्र लिङ्गलकारस्य स्यूट् आगमो भवति. इदं सूत्रं सामान्यसूत्रमस्ति. तस्य अपवादः यासूट्. परस्मैपदेषु उदात्तो नियुक्त अनेन लिङ्गः स्यूट् इत्यस्य कार्यं न अर्हति परस्मैपदेषु. अतः लिङ्गः स्यूट् केवलम् आत्मनेपदेषु इति फलितः अर्थः. लिङ्गः षष्ट्यन्तं, स्यूट् प्रथमान्तं, द्विपदमिदं सूत्रं. तकार उकारयोः इत्संज्ञा लोपः च. सि अवशिष्यते इति, अतः आद्यन्तौ टचितौ इत्यनेन तिङ् प्रत्ययस्य आदौ उपविशति. लस्य इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं लिङ्गः लस्य स्यूट्. अनन्तरं भगिनि, आं न सूत्रस्य अर्थः वदतु भगिनि. तत्र लिङ्गः स्यूत् इति विधिलिङ्ग विधिलिङ्गमध्ये प्रयोगं कुर्मः. सामान्यसूत्रमेव तत्र. तस्य अपवादः यासूत् परस्मैपदे परस्मैपदेषु उदातो निच्च इति सूत्रमस्ति तत्र. अनेन लिङ्ग् स्यूत् इत्यस्य कार्यं न अर्हति परस्मैपदेषु. किमर्थं चेत् तत्र लिङ्गः स्यूत् इति केवलम् आत्मपदे आत्मनेपदेषु एव आगच्छति. अनन्तरं तत्र लिङ्गः षष्ट्यन्तं स्थाने इति कार्यं करोति. अनन्तरं स्यूत् प्रथमान्तं तत्र आदेशः आगमः इति इति कार्यं करोति. द्विपदमिदं सूत्रं तकार उकारयोः तकार आद्यन्तो तकितो इति अहं मन्ये. अनन्तरम् उकारयोः इत्युक्ते उपदेश अजि अनुनासिक इति सूत्रेण तत्र हित्संज्ञा भवति, लोपः भवति. ति एव अवशिष्यते. तित् अथवा आद्यन्तौ टकितौ इत्यनेन तिङ् प्रत्ययस्य आदौ उपविशति. तत्र तिङ् प्रत्ययस्य आदौ ति इति कार्यं करोति. अनन्तरं लस्य इति अधिकारकम् एव सर्वत्र आगच्छति. सर्वलकारेषु लस्य इति अधिकारम् अवश्यम् आगच्छति. अनुवृत्तिसहितसूत्रं लिङ्गः लस्य स्यूत् प्रत्ययं पूर्वम् आगच्छति तत्र. स्यूत् इति आगमः. सम्यक्. स्यूत् इति आगमः. आगमः टित् अस्ति, अतः आद्यन्तौ टकितौ इत्यनेन प्रत्ययस्य पूर्वम् आगच्छति. अस्तु. सामान्यसूत्रम्, अतः सर्वत्र तस्य प्रसक्तिः अस्ति. लिङ्गः स्यूत् भगिनी भवत् कथं जानीमः लिङ्गः स्यूत् अत्र तु आत्मनेपदी इति न दत्तमस्ति. कथं जानीमः इत्यस्य कार्यं परस्मैपदीषु न भवति अथवा आत्मनेपदीषु एव भवति इति कथं जानीमः? स्यूत् तत्र सामान्यसूत्रम्, अतः सर्वत्र आगच्छति. लिङ्गः स्यूत् इति तत्र एतत् सूत्रम् आत्मनेपदेषु एव आगच्छति. किमर्थं चेत् तत्र कस्य अपवादः इति उक्तवती? यासूत्. तत् सूत्रं पूर्णतया वदतु भगिनि. यासूत् परस्मैपदे परस्मैपदेषु उदातो निच्छः निच्च उदातो निच्च सूत्रमस्ति. सम्यक्. तत् सूत्रं कुत्र कार्यं करोति? आत्मनेपदेषु एव. यासूत् परस्मैपदेषु उदातो निच्च इति सूत्रं, तत् सूत्रं कुत्र कार्यं करोति? सूत्रे एव दत्तम् अस्ति किल यासु परस्मैपदेषु न अर्हति इति तत्र अस्ति खलु भगिनि? न न न लिङ्गः स्यूत् इति एव परस्मैपदेषु कार्यं न करोति. यासूत् परस्मैपदेषु यासूत् परस्मैपदेषु उदातो निच्च परस्मैपदेषु कार्यं करोति वा न वा? तस्य अपवादः यासूत् तस्य अपवादः इत्युक्ते लिङ्गः स्यूत् इति सूत्रस्य अपवादसूत्रं यासूत् परस्मैपदे परस्मैपदेषु उदातनिच्च इति. तत् सूत्रं कुत्र कार्यं करोति? लिङ्गः स्यूत् एव. न न न यासूत् परस्मैपदेषु उदातो निच्च सूत्रं कुत्र कार्यं करोति? सूत्रे एव दत्तम् अस्ति किल भगिनि? तावदेव किल. यासूत् परस्मैपदेषु उदातो निच्च इति सूत्रं परस्मैपदे एव कार्यं करोति. लिङ्गः स्यूत् अतः लिङ्गः स्यूत् आत्मनेपदेषु कार्यं करोति. तावदेव अवगतं किल? यद्यपि अत्र आत्मनेपदी इति न दत्तमस्ति तदापि वयम् अवगन्तुं शक्नुमः. किमर्थम् इत्युक्ते यास्वूत् परस्मैपदेषु उदातो नित्य परस्मैपदेषु एव कार्यं करोति. अस्तु, लाघवार्थम् अत्र न दत्तं, लाघवम् अस्माकं सूत्र सूत्राणां लक्ष्यम् अस्ति किल, लक्षणं, क्षम्यतां लक्ष्यं नास्ति, लक्षणम् अस्ति किल, तत्र लाघवम् अपि एकं लक्षणम् अस्ति किल, अतः लिङ्गः स्यूट् इत्युक्ते तत्र सर्वत्र प्रसक्तिः अस्ति, यासु परस्मैपदेषु अपि तस्य प्रसक्तिः प्रथमम् अस्ति, अनन्तरमेव तत् प्रबाद्य यासूट् परस्मैपदेषु उदात्तोन् इच्छ इति सूत्रं कार्यं करोति. अत्र सामान्यसूत्रम् इति कारणात् द्वयोः स्थलयोः तस्य प्रसक्तिः तं प्रबाद्य परस्मैपदेषु यासूट् परस्मैपदेषु उदात्तोन् इच्छ इति सूत्रेण यासूट् इति आगमः, पर अतः फलितार्थः इति दत्तमस्ति किल, अतः फलितार्थः आत्मनेपदेषु स्यूट् इति आगमः. सम्यक्, अस्तु. अरुणा भगिनी, लिङ्गः सलोपोनन्तस्य सूत्रम्. लिङ्गः सलोपोनन्तस्य सार्वधातुकलिङ्गः अनन्तस्य सकारस्य लोपो भवति. अन्ते भवः अन्त्यः, न अन्त्यः अनन्त्यः, तस्य अनन्तस्य अनुवृत्ति पठामि. पूर्णतया एकवारं पठतु. लिङ्गः षष्ट्यन्त्यं, सा लुप्तषष्टीकं पदं, लोपः प्रथमान्तम्, अनन्तस्य षष्ट्यन्त्यम्, अनेकपदम् इदं सूत्रं. रुदादिभ्यः सार्वधातुके इति अस्मात् सार्वधातुके इत्यस्य अनुवृत्तिः. विभक्तिपरिणामं कृत्वा सार्वधातुकस्य अङ्गस्य इत्यस्य अधिकारः अत्र पञ्चम्यन्तं भवति अङ्गात्. अनुवृत्तिसहितसूत्रम् अङ्गात् सार्वधातुकस्य लिङ् अनन्तस्य स लोपः. सूत्रं वदति सार्वधातुक लिङ् अनन्तस्य सकार लोपो भवति. अन्त्यः, न अन्त्यः अनन्त्यः, अतः तस्य लोपः भवति इति वदति भगिनी. तत्र अनुवृत्तिसहितसूत्रम् एकवारं परिशीलयतु. अङ्गात् इति कस्मिन् विभक्त्याम् अस्ति, कस्यां विभक्त्याम् अस्ति? पञ्चमी विभक्ति इत्युक्ते परकार्यं किल, परकार्यं सार्वधातुकस्य लिङ्गः इति सार्वधातुकस्य अनन्त्यस्य इति अपि षष्टि, स लोपः इति प्रथम लोपः इति कार्यं भवति इति वदति. विधिसूत्रमस्ति लोपः इति कार्यं कुत्र भवति इत्युक्ते सार्वधातुकलिङ्गः अनन्त्यस्य, अनन्त्यस्य इत्युक्ते न अन्त्यः, अन्ते न भवति, अनन्त्यः कस्य लोपः इत्युक्ते सकारस्य लोपः इत्येव कार्यं. यत्र यत्र सकारः अस्ति अत्र एतत् सूत्रस्य कार्यं भवति, परन्तु लिङ्ग् विधिलिङ्गि एव तस्य कार्यं. सम्यक् भगिनि. सा लोपः, सा इति लुप्तषष्टीकं पदं, लोपः प्रथमान्त. आम्, लोपः इति कार्यम्, अतः एव लुप्तषष्टिकं कृतमस्ति. षष्टी भवति चेत् स्थानी इति भवति, अतः यत् यस्मात् आगच्छति अनुवृत्तिः तत्र लुप्तं कृतं षष्टि अङ्क षष्टिविभक्त्यां लुप्तं कृत्वा स लोपः इति कृतं. सम्यक् अस्तु. श्रीवल्ली भगिनी, भवत्याः क्रमः एव जस्य रन्. आं भगिनि, एकः प्रश्नः भगिनि. आम् आं वदतु भगिनि. रुदादिभ्यः सार्वधातुके तत्र किञ्चित् वदतु भगिनि. तद् सूत्रं रुदादिगणे भवति भगिनि, रुदादिभ्यः सार्वधातुके इति सूत्रं, तस्मात् एकः अनुवृत्तिः आगच्छति सार्वधातुकः इति, सार्वधातुके इति अनुवृत्तिरूपेण आगच्छति. किमर्थम् इत्युक्ते वयं दृष्टवन्तः किल प्रथमबिन्दुः नियमः, एतत् सकारलोपः तु विधिलिङ्गि एव भवति, आशीर्लिङ्गि तस्य कार्यं न भवति. आशीर्लिङ्ग् तु आर्धधातुकप्रत्ययः अस्ति. सार्वधातुकः इति कथं जानीमः? लिङ्गः सलोपोऽनन्त्यस्य इति सूत्रं दृष्ट्वा वयं न ज्ञातुं शक्नुमः. अतः अनुवृत्ति आनयनम् आवश्यकं किल. अतः रुदादिभ्यः सार्वधातुके इति सूत्रेण सार्वधातुके इति अनुवृत्तिः आगच्छति. तत्र विभक्तिपरिणामं कृत्वा सार्वधातुकस्य लिङ्गः, सार्वधातुकस्य लिङ्गः इत्युक्ते विधिलिङ्ग्. अतः वयम् अवगन्तुं शक्नुमः सार्वधातुकस्य लिङ्गः इत्युक्ते विधिलिङ्ग् अस्ति चेत् आशीर्लिङ्गि भिन्नरूपम्, अस्य सूत्रस्य प्रसक्तिः तत्र न भवति इति. तावदेव तत्र सूत्रं रुदादिभ्यः सार्वधातुके इति सूत्रं पूर्णतया कार्यं तु रुदादिगणे भवति. अत्र केवलम् अनुवृत्तिः. सम्यक्. आं भगिनि. श्रीवल्ली भगिनि. आं भगिनि. जस्य रन् लिङ्ग्लकारस्य झा प्रत्ययस्य स्थाने रन् आदेशः भवति. झोन्तः इति अस्य अपवादः. रन् अनेकाल् अतः अनेकाल्षित् सर्वस्य इत्यनेन सम्पूर्ण झा प्रत्ययस्य स्थाने भवति. रन् इति अस्मिन् नकारलोपः भवति स्म हलन्त्यम् इति अनेन, परन्तु न विभक्तौ स्मः इति अनेन नकारः तिष्ठति. झस्य षष्ट्यन्तं रन् प्रथमान्तं द्विपदमिदं सूत्रं. लिङ्गः सियूट् इत्यस्मात् लिङ्गः इति अस्य अनुवृत्तिः, लस्य इति अस्य अधिकारः. अनुवृत्तिसहितसूत्रं लिङ्गः लस्य झस्य रन्. झस्य तन् प्रथमपुरुषस्य बहुवचनं प्रत्ययः. लिङ्ग्लकारस्य झस्य रन् लिङ्ग्लकारस्य झ प्रत्ययस्य स्थाने रन् आदेशः भवति. झ इति अनेकाल् परन्तु अनेकाल् षित् सर्वस्य इति सूत्रेण पूर्णतया जकारस्य स्थाने रन् इति आदेशः भवति. रन् इति नकारस्य लोपः न भवति, किन्तु न विभक्तौ तु स्मः इति सूत्रेण नकारः तिष्ठति. लिङ्गः सीयूट् लिङ्गः अनुवृत्तिसहितसूत्रं लिङ्गः लस्य जस्य रन् विभक्ति का इति वदतु भगिनि. लिङ्गः लस्य जस्य रन् लिङ्गः षष्टि, लस्य षष्ट्यन्तं, जस्य षष्ट्यन्तं, रन् प्रथमान्तम्. जस्य स्थाने रन् इति आदेशः. जस्य इति षष्ट्यन्तम् इत्युक्ते स्थाने. स्थाने अस्तु. अत्र जोन्तः इत्यस्य अपवादः इति दत्तम् अस्ति किल, किमर्थम् इति वदतु भगिनि एकवारं. जकारस्य स्थाने अन् इति अवयवस्य, जकारस्य अवयवस्य स्थाने अन् इति आदेशः भवति. लिङ्गः लिङ्गः स्थाने जस्य रन्. झोन्तः इति सूत्रसङ्ख्या अपवादः सूत्रम् अस्ति चेत् सूत्रसङ्ख्या आवश्यकं वा? नास्ति नास्ति. कथं वदामः इति एव वदतु भगिनि, कथं वयं जानीमः अपवादः इति? सूत्रद्वयोः मध्ये एकस्य लब्धावकाशः नास्ति इति चेत् अपवादः इति वदति. जोन्तः जस्य रन् इति सूत्रेण जस्य इति अवकाशः, परन्तु जस्य रन् इति सूत्रस्य अवकाशः नास्ति इति चेत् नो न न एतद् वदतु, कः कस्य अपवादः? जोन्तः इति अपवादः सूत्रः, जस्य रन् इति सामान्यसूत्रः. अस्तु, अन्ये किं वदति? यस्य रन् इति अपवादसूत्रमस्ति जोन्तस्य. कथं जानीमः? जकारस्य जस्य रन् इति यदि भवति जोन्त इति भवति तत्र एतत् जस्य रन् इति अस्य सूत्रस्य प्रसक्तिः कुत्रापि न भवति. निरवकाशः अस्तु, सम्यक्. जोन्तः इति सामान्यसूत्रं सर्वत्र भगिनी वदतु. स्थाने तत्र अन्ते एव आदेशः भवति, तत्र जस्य रन् इति सूत्रेण एतत् कार्यं न करोति खलु जोन्तः इति. न न, तादृशं नास्ति. यत्र जस्य रन् इत्यस्य प्रसक्तिः अस्ति तत्र जोन्तः अपि कार्यं कर्तुम् आगच्छति. जकारस्य स्थाने अन्त् इति आदेशः कार्यं, जोन्तः इत्यस्य कार्यं. तद् सामान्यसूत्रम् इति यत्र वदामः, सामान्यसूत्रस्य प्रसक्तिः सर्वत्र अस्ति. अपवादः इति वदामः चेत् तस्य कार्यं विशेषस्थलेषु एव भवति. जस्य रन् इति सूत्रं वदति जकारस्य स्थाने रन् आदेशः कुत्र, लिङ्लकारे एव तस्य कार्यम्. अतः यदा तस्य कार्यम् अत्र न भवति लिङ्लकारे क्षम्यतां प्रथमपुरुषस्य बहुवचने तस्य कार्यं न भवति चेत् तद् निरवकाशं भवति, सूत्रं व्यर्थं भवति. तादृशं पाणिनिः सूत्रम् एकमपि व्यर्थं न भूत्, किमपि व्यर्थता नास्ति. सर्वेषां सूत्राणामपि कार्यम् अस्ति एव सर्वदा. अतः तद् अपवादः, जोन्तः सामान्यसूत्रं, तस्य अपवादसूत्रं जस्यरम्. अन्यत्र कार्यं न करोति चेत् तस्य क्षम्यताम् अन्यत्र न, अत्र कार्यं न करोति चेत् तस्य निरवकाशः भवति. अतः तद् अपवादः, तावदेव. तत्र स्पष्टं वा? रवाभ्यां सवाभ्यां वामो अपि आमितः इति सूत्रं तत्र अपवादः अस्ति खलु भगिनि? एतत् स्थाने निरवकाशः भवति आमितः इति सूत्रं तत्र सवाभ्यां वामो इति. न न न न, आमेतः इति सामान्यसूत्रम्, सवाभ्यां वामौ इति अपवादसूत्रम्. सामान्यसूत्रं सर्वत्र कार्यं करोति, तत् सर्वदा मनसि भवेत्. सामान्यम् इत्युक्ते तस्य कार्यं सर्वत्र भवति. एकस्मिन् विशेषस्थले यत्र कार्यं भवति तद् अपवादसूत्रम्. यदा अत्र जस्य रन् इति सूत्रं लिङ्लकारे एव भवति, एकस्मिन् स्थले एव तस्य कार्यं, विशेषसूत्रम्, अपवादसूत्रम्. अवगच्छति वा? धन्यवादः. अङ्ग अधिकारे अस्ति मन्त्री जस्य रन् 3-4 इति तत्र यदा वयम् अपवादः सामान्यं पश्यामः तत्र सूत्रसङ्ख्या तस्य आवश्यकता नास्ति, सङ्ख्याया न द्रष्टव्या. परन्तु यत्र वयम् अहं पूर्वम् उक्तवती किल विप्रतिषेधे परं कार्यं तत्र अनन्तरम् अङ्गकार्यं वर्णकार्यम् इति तत्र तत्र वयं पश्यामः सूत्रसङ्ख्या. अस्मिन् सन्दर्भे न आवश्यकं. किमर्थम् इत्युक्ते अपवादः एव बलवत्, जोन्तः जस्यरन् एव बलवत्. सम्यक्. कस्य क्रमः? राजेन्द्रमहोदय. आम् भगिनि. अनेकाल्षित् सर्वस्य. अनेकाल्षित् सर्वस्य आदेशः अनेकाल् आदेशे एक वर्णः न अपि तु अनेके वर्णाः अथवा षित् चेत् तर्हि सर्वस्थानिनः स्थाने भवति न तु अन्त्यवर्णस्य. यस्य स्थाने आदेशः आदिष्टः सः स्थाने. इदं सूत्रम् अलौन्त्यस्य इत्यस्य अपवादः. न एकः अनेकः निन्तत् पुरुषः. अनेकः अल् यस्य सः अनेकाल् बहुव्रीहिः. षकारः इत्यस्य सः षित् बहुव्रीहिः. अनेकाल च षित् च अनेकाल्षित् समाहारद्वन्द्वः. अनेकालप्रथमान्तं षित् प्रथमान्तं सर्वस्य षष्ठ्यन्तं त्रिपदं सूत्रं. स्थानेनन्तरतमः इत्यस्मात् स्थाने इत्यस्य अनुवृत्तिः. अनुवृत्तिसहित सूत्रम् अनेकाल्षित् सर्वस्य स्थाने. अतः अनेकाल्षित् सर्वस्य अत्र यत्र अनेके अनेके अलवर्णाः सन्ति तेषां स्थाने कोऽपि आदेशः भवति न तु अन्तवर्णस्य यथा अलोन्त्यस्य सूत्रं वदति. तत्कारणात् तत्र अलोन्त्यस्य इत्यस्य अपादः अस्ति. अलोन्त्यस्य अनेकाल्षित् सर्वस्य अत्र कोऽपि एकवर्णः एकः वर्णः न अपि तु अनेके वर्णाः अत्र तेन स्थाने तेषां स्थाने तत्र आदेशः भवति. यथा जस्यरण् अत्र ज अस्ति तस्य सर्वस्य स्थाने न तु सर्वस्य स्थाने रण् आदेशः भवति. तत्र अनेकाल्षित् सर्वस्य सूत्रं तत्र वदति. तत्र सर्वस्य स्थाने रण् आदेशः भवतु अत्र तत्र अनेकाल्षित् सर्वस्य इति सूत्रं तु अलौन्त्यस्य इति सूत्रस्य अपवादः. अनेकाल्षित् सर्वस्य सूत्रस्य अपवादः अपवादसूत्रं किम्? निच्च अस्ति. सम्यक्. निच्च इति सूत्रं सम्यक्. महोदय अग्रिमसूत्रमपि पठतु महोदय. लिङ् लकारस्य स्थाने यः इट् आदेशः तस्य स्थाने अत् आदेशो भवति. इटः षष्ठ्यन्तम् अतः प्रथमान्तं द्विपदं सूत्रं. लिङ्गः स्यूट् इत्यस्मात् लिङ्गः इत्यस्य अनुवृत्तिः. लस्य इत्यस्य अधिकारः. अनुवृत्तिसहित सूत्रं लिङ्गः लसि इटः इठ अत् भवति. अत्र लिङ्लकारे तत् इट् आदेशः यत्र भवति तस्य स्थाने अत् आदेशः भवति. इठ षष्ठ्यन्तम् अत् प्रथमान्तम् अत्र लिङ्गः स्यूत् इत्यस्मात् लिङ्ग लिङ्गः इत्यस्य अनुवृत्तिः. लस्य अधिकारः. लिङ्गः लस्य इटः अत् अत् यत्र लिङ्लकारे यत् इट् आदेशः भवति तत् स्थाने अत् आदेशः भवति. अत्र तु आम् तत्र इटः अत् इत्येव. इटः आदेशः इटः स्थाने अत् इति आदेशः. अस्तु सम्यक्. अस्तु इदानीं किं कुर्मः? यकारस्य लोपः न भवति इतः इति अत्र वा इति अस्ति यथा यकारः लिङ्गः सियुट् इत्यत्र वा यथा ईत् यथा ईत् अस्ति तत्र प्रथमपुरुषे एकवचने ईत् इति अत्र लोपपूर्वकं कार्यं न करोति अथवा वा तत् प्रत्ययस्य वल् प्रत्याहारे परे किल न न अतः परे किमपि तत्र नास्ति किल परिशीलयामः इदानीं यदा पठामः तत्र पुनः परिशीलयामः अस्तु नियमान् अनुसृत्य कार्यमेवं तत्र वयं सूत्राणि इदानीं दृष्टवन्तः अतः तत्सूत्रम् आधारीकृत्य पठामः रघुपतिमहोदय भवानेव अस्तु अभ्यास तदेव तत्र नियमान् अनुसृत्य कार्यमेवम् इति तदेव किल सूत्रात् पूर्वम् एकनिमिषम् अस्तु अस्तु हा नियमान् अनुसृत्य कार्यम् एवम् अस्तु त इति अस्ति मूलप्रत्ययः अस्ति त तत्र य इति आगमः य इति आगमः इति अस्ति तत् लिङ्गस्यूट् इति सूत्रेण स्यूट् आगमः तत्र सकारस्य लोपः सकारस्य लोपः भवति लिङ्गस्य लोप अनन्त्यस्य लिङ्गसलोपान्यन्त्यस्य इति सूत्रेण अनन्तस्य अनन्त्यस्य सकारस्य लोपः भवति इय एव अवशिष्यते अतः इय एव अवशिष्यते व्यञ्जने परियकारस्य लोपः भवति किमर्थमिति चेत् अनन्तरं तकारः अस्ति अतः लोपोर्वलि अतः ई योगः त एव अतः ईत् इति ईत इति विधिलिङ्गस्य प्रथमपुरुषस्य एकवचनस्य प्रत्ययः निष्पन्नः द्वितीयम् आताम् इति मूलप्रत्ययः अस्ति आतां तत्रापि लिङ्गस्यूट् इति सूत्रेण सियुट् आगमः आताम् आतां यकारस्य इयाताम् इति भवति यकारस्य लोपः न भवति अत्र किमर्थमिति चेत् आताम् अस्ति अतः इयाताम् इति अन्तिमरूपम् अस्ति अन्तिमरूपं तदेव भवति अस्तु इदानीं ज इति अस्ति तत्र लिङ्गस्यूट् इति सूत्रस्य प्रसक्तिः अस्ति परन्तु तत्र तस्य अपवादः भवति जोन्तस्य प्रसक्तिः अस्ति तस्यापि अपवादः सोन्तस्य लिङ्गस्यूट् तस्यापि अपवादः अस्ति जकारस्य स्थाने इति आगम सारि ज स्थाने रन् आदेशः य इति आगमः व्यञ्जनेपरे यकारस्य लोपः ओ अस्तु अस्तु ज इति स्थाने रन् आगम स्यूट् आगमः भवति एव अस्तु अस्तु अहं चिन्तितवान् स्यूट् आगमः भवति एव सकारस्य लोपः इय आदेशः इययोगः रन् अस्ति रन् रकारः अस्ति वल् प्रत्याहारस्य वर्णः अस्ति अतः यकारस्य लोपः ईरन् इति अन्तिमरूपम् तत्र लिङ्गः स्यूट् तृतीय अध्यायस्य चतुर्थपादस्य द्वि अधिक एकशतं किल तस्य रन् तृतीय अध्यायस्य चतुर्थपादस्य पञ्च अधिक एकशतम् अतः परसूत्रं तदेव तस्य कार्यमेव प्रथमं भवति जस्य रन् कार्यं कृत्वा जस्य रन् कृत्वा अनन्तरं सीयुट् अनन्तरं सीयुट् प्रायः यदा लिङ्गः सीयुट् प्रथमं कार्यं करोति चेत् तत्र किं भवति ईय ज भवति तत्र प्रायः जस्यरन् इत्यस्य कार्यम् अनन्तरमपि भवितुम् अर्हति भगिनि जस्यरन् तु अनेकाल्षित् अस्ति तत् कारणात् तत्र तद्भवति अतः ई अपि अतः कार्यम् एतादृशमेव भवेत् जस्यरन् प्रथमम् अनन्तरम् एव लिङ्गः स्यूट् सम्यक् तदानीमेव ईरन् इति वयं साधितुं शक्नुमः लोपो व्योर्वलि इति कीदृशकार्यं महोदय अङ्गकार्यं वा वर्णकार्यं वा लोपोर्व्योर्वलि इति अङ्गकार्यं नास्ति वर्णकार्यं वा वर्णकार्यं षष्टमाध्यायस्य प्रथमपादे अस्ति लोपो व्योर्वलि षष्टमाध्यायस्य प्रथमपादस्य पञ्च षष्टितमं सूत्रं लोपो व्योर्वलि वल् प्रत्याहारे परे इति दत्तमस्ति किल अतः वयं ज्ञातुं शक्नुमः तद् वर्णनिमित्तिकं कार्यम् अङ्गकार्यं नास्ति इति तदपि मुख्यं यदा सूत्राणां परिशीलनं कुर्मः तत्र वर्णकार्यं वा अङ्गकार्यं वा इति अपि द्रष्टव्यम् अस्तु सम्यक् अतः इदानीं मध्यमपुरुषः कुर्मः अरुणा भगिनी करोति वा मध्यमपुरुष एकवचनं थास् थास् स्थाने से आदेश न भवति किन्तु लङ् नित् अतः से आदेश न भवति थास् इत्येव तिष्ठति सीयुट् विद् लिङ्क् सीयुट् सूत्रेण सीयुट् ई एव अवतिष्ठति सूत्र द्वयं लोपो व्योर्वलि लिङ्क्स् लोपो अनन्तस्य सूत्रेण इय एव अवतिष्ठति ई योगः थास् ऋत्वं विसर्ग सूत्रेण इथाः इति विधिलिङ्ग् प्रत्यय निष्पन्नं भवति सम्यक् लोपो व्योर्वलि इत्यस्य कार्यमपि अस्ति सम्यक् अग्रिमं भगिनि मध्यमपुरुष द्विवचन आथास् अत्र इय सियुट् आगम आगच्छति आतां न हलन्त हलादिप्रत्ययः नास्ति ततः इय एव तिष्ठति स्वरे परे यकारस्य लोपः न भवति इयथाम् इति विधिलिङ्ग् प्रत्ययः निष्पन्नः भवति मध्यमपुरुष बहुवचनं द्वं प्र इय सीयुट् आगमः इय एव तिष्ठति लोपव्युर्वलि लिङ्गस्य लोप अनन्तस्य इय व्यञ्जने तथा ईद्वम् इति रूपं प्रत्ययरूपं निष्पन्नं भवति सम्यक् ईद्वम् इति रूपम् अतः ईताः ईयाथाम् ईद्वम् इति मध्यमपुरुषे कार्याणि सम्यक् भगिनि आं विजया भगिनि उत्तमपुरुषः करोति विधिलिङ्ग् उत्तमपुरुष लिङ्ग् तत्र व्यापारस्य इत्यस्य ईप्तसंज्ञा हलतमिति सूत्रेण लोपः उत्तमपुरुषस्य ई प्रत्ययस्य स्थाने ई स्थाने तत्र अकारः आदेशः ईय इति एतत् सर्वं लिङ्गः स्यूट् इति सूत्रेण एव आगच्छति ई अनन्तरम् अकारः ईय इति आगच्छति इति विधिलिङ्ग् प्रत्ययः निष्पन्नः अन्य अपि एकं सूत्रमस्ति किल भगिनि ई स्थाने आ तद् ई स्थाने आ तत्र तिथि आत्मनेपदानां तेर् तत्र कार्यं करोति वा? तत्र ईस्थाने अन्तिम इतोत् इति उत्तमपुरुषस्य कार्यं करोति. इतोत् इति तत्र ई स्थाने आ आगच्छति. इय अनन्तरम् आ योगः तत्र इय इति आगच्छति वितिलिङ्गरूपे. प्रथमं अनन्तरं लिङ्गः सीयुड् सूत्रसङ्ख्या. वदतु भगिनि. अनन्तरं वहि तत्रापि लिङ्गः स्यूत् इय इति आगमः इय इति इ इति आगमः व्यञ्जने परे यकारस्य लोपः तत्र लोपो योगलि इति सूत्रेण यकारस्य लोपः भवति. इ योगः बहि ई वहि इत्येव विडिलिङ्ग् प्रत्ययः निष्पन्नः तत्र. अनन्तरं महिङ्ग् तत्र इङ्ग् इति वर्णः अलङ्क्यं तस्य लोपः इति सूत्रेण लोपः भवति इत्यस्य ईर्तसंज्ञालोपः. अनन्तरं महि एव तिष्ठति. लिङ्गः स्यूत् इति इय ई इति आगमः तत्र व्यञ्जने परे यकारस्य लोपः व्योर्वलि इति लोपो व्योर्वलि इति सूत्रेण यकारस्य लोपः भवति. अनन्तरं ई योगः महि ई महि इति तत्र विधिलिङ्ग उत्तमपुरुष बहुवचनं निष्पन्नं तत्र. सम्यक्. अस्तु. इड् इदानीं इय ई वहि ई महि इति रूपं. महोदय, भवतः प्रश्नस्य उत्तरं प्राप्तं वा? किमर्थं यकारस्य लोपः न भवति इति? आमाम्, अत्र अत्र अकार आगच्छति. अस्तु. अतः अस्माकं सिद्धप्रत्ययाः तिङ् कृते सिद्धप्रत्ययाः वयं समाप्ताः, इदानीं समाप्ताः. वयं परस्मैपदी प्रथमं कृतवन्तः, लट् लोट् लङ् विधिलिङ्. अनन्तरम् आत्मनेपदी लट् लोट् लङ् विधिलिङ्. इदानीम् अस्माकं पार्श्वे तु सिद्धप्रत्ययाः सन्ति, सिद्धप्रत्ययाः सन्ति. वयं किं कुर्मः इदानीं? धातोः सह तस्य अङ्गेन सह तस्य मेलनं कुर्मः. तदेव अग्रिमपाठः अस्ति. आम्, अङ्गस्य सिद्धतिङ्प्रत्ययानां च संयोजनम्. अङ्गं तु अस्ति एव, वयं कृतवन्तः. प्रथमपाठः आसीत् अङ्गनिर्माणमेव. इदानीम् अङ्गेन सह सिद्धप्रत्ययानां संयोजनमेव अस्माकं कार्यं भवति. तस्मात् पूर्वं किं कुर्मः इत्युक्ते, तत्र एकः अभ्यासः अस्ति, दशनिमिषम् अवशिष्टमस्ति. तद् वयम् एकवारं परिशीलयामः. अनन्तरम् अग्रिमसप्ताहे वयं नूतनपाठस्य आरम्भं कुर्मः. श्रीवल्ली भगिनी, तत्र अभ्यासः इति भागः स्वीकृत्य पठति वा? अस्ति वा भगिनि? अस्तु, राजेन्द्रमहोदय. आं भगिनि, अधः लटि लोटि लङि विधिलिङ् च अङ्गं यत्र अधन्तम् अस्ति तत्र तिङ्प्रत्ययानां सिद्ध्यर्थं सर्वाणि आवश्यकानि सूत्राणि दत्तानि. प्रत्येकं सूत्रस्य कुत्र कुत्र प्रसक्तिः न अप्रेण सूत्रेण बाधितं चेत् केन कार्यं च तेन साधितं न वा इति सूचयतु. कुत्र कुत्र प्रसक्तिः नाम कस्मिन् पदे, परस्मैपदे, आत्मनेपदे, केषु लकारेषु, अपि च केषु प्रत्ययेषु आहत्य प्रसक्तिः कुत्र, बाधा कुत्र, कार्यं च कुत्र. अस्मिन् अभ्यासे पूर्वतनकरपत्रस्य अपि आवश्यकता. अत्र किं किं दत्तमस्ति, अत्र इदानीं पर्यन्तं वयं सिंहप्रत्ययः भागद्वयं पठितवन्तः. तत्र लटि लोटि लङि विधि च अङ्गं यत्र अदन्तम् अस्ति, अदन्तम् अङ्गम् अस्ति तेषां कृते ये ये सूत्राणि आवश्यकानि तत् अधः ततः तत्र प्रत्येकं सूत्रस्य अस्माकं कार्यम् अस्ति. सूत्रस्य कुत्र कुत्र शक्तिः अस्ति, अप्रेण सूत्रेण केन सूत्रेण बाधितम् अस्ति, कार्यं च तेन साधितं न वा इति सूचयतु. तत् केन सूत्रेण तत् कार्यं साधितम् अपि तु न साधितं तत् तत्रापि सूचयतु. कुत्र कुत्र प्रसक्तिः नाम कस्मिन् पदे, कुत्र प्रश्नेपदी यथा वयं पठितवन्तः केचन सूत्राः सूत्राणि केचन सूत्राणि कानिचन सूत्राणि तत्र परस्मैपदे अपि च कानिचन आत्मीयपदे पदेषु तत्र कार्यं भवति, अपि च केषु लकारेषु अपि च केषु प्रत्ययेषु तत्र सूत्रस्य प्रसक्तिः अस्ति तत् अपि चिन्तित्वा वदेयुः. आहत्य प्रसक्ति कुत्र, बाधा कुत्र, कार्यं च कुत्र, अस्मिन् अभ्यासे पूर्वतनकरपत्रस्य अपि आवश्यकम्. तत्र महोदय तत्र प्रथमं तु महोदयेन एव तत्र दत्तमस्ति किल ससजुषोरुः, तद् पठतु महोदय. ससजुषोरुः रुः अत्र सूत्रस्य प्रसक्तिः अस्ति यत्र सकारः अन्ते अस्ति तत्र सकारस्य स्थाने रु आदेशः भवति तत्र अस्य कानिचन सूत्राणि तत्र सन्ति प्रायशः वयं न पठितवन्तः येषां कृते तस्य बाधकसूत्रं बाधाः भवन्ति. सदृशरुः अत्र तत्र अस्माकं अन्ते अस्ति किल भगिनि अभ्यासः इति अभ्यासः इति त्रिंशत् सूत्रं दत्तमस्ति. त्रिंशत् सूत्राणाम् अनन्तरम् उदाहरणार्थम् अधः चत्वारि सूत्राणि परिशीलितानि इति तत्र एव महोदय पठति इदानीं वदन्ति वा तदेव. आम् प्रथमं तद् उदाहरणानि पठामः, अनन्तरं समयः अस्ति चेत् वयमपि कुर्मः तादृशमेव. अत्र किम् अस्ति यथा अस्माकं प्रत्ययः प्रश्नपदेषु तत्र अस्माकं प्रत्ययः सन्ति तस् थस् वस् मस्, अत्र अन्ते सकारः अस्ति सदृशरुः अपि च खर स्थाने विसर्जनीयः तत् सूत्रेण सूत्रद्वयं मिलित्वा तत्र विसर्गः आगच्छति सकारस्य स्थाने विसर्गः आगच्छति. तः तस् तः बन्ति थस् वस् वः मस् मः अति अत्र निष्पन्नं भवन्ति. अतः कार्यं तु लटि एव भवति, लटि कार्यं तु अवश्यं भवति. पठतु महोदय. लोटि लङि विधिलिङ्गि प्रसक्ति अस्ति किन्तु सूत्रं बाधितं. लोटि यथा तत्र तस् तस् तस्थमिपां तान् तां तामः तत्र सूत्रं तस् थस् थ मिप् प्रत्ययेषु स्थाने तत्र आदेशः भवति. तां तं त आम् अम् अम् तत्र आदेशः भवति, तत्कारणात् तत्र सूत्रं बाधितम् अस्ति. यथा यत्र तत्र आदेशः भवति तत्र तत्स्थाने तत्र सुश्रुः सूत्रस्य प्रसक्तिः न अस्ति, तत् बाधितम् अस्ति. वस् मस् नित्यं नितः तत्र लोटो लङ्वत् इत्येन अतिदेशः नित्सु कार्यं. वस् नित्यं नित् सूत्रम् अपि तत् अपि सुश्रुः सूत्रस्य बाधकसूत्रम् अस्ति. तत्र वस् मस् अत्र लिङ् लिङ्लकारेषु तत्र तत्र शुरुः तत् कार्यं न करोति न करोति एवं भगिनि वा किञ्चित् चिन्ता अस्ति लिङ्लकारेषु नित्लकारेषु बाधितमस्ति तत्र शुश्रूः कार्यं न करोति लोटो लङ्वत् अपि च यत्र लोट्लकारे यत् यत् लङ्वत् कार्यं भवन्ति तत् अपि तत् शुश्रूः तस्य कार्यं बाधितमस्ति किमर्थम् इत्युक्ते तत्र नित्यं नितः तस्य कार्यं भवति किल अतः तदेव लोटो लङ्वत् तस्य कार्यं लङि अपि भवति नित्यं नितः लोटि अपि भवति अतः तस्य ससजुषोरुः इत्यस्य कार्यं तत्र लोटो नित्यं नितः इति सूत्रेण बाधितमस्ति लङि पुनः तत्र लङि अपि तस् तस् तस् थ मिपां तान् तन् तामः तामः तत्र आदेशः भवति तस् तस् स्थाने लङि तत्र आदेशः भवति तां तम् आदेशः भवति तत् कारणात् तत्र तत्र शुश्रूः तस्य कार्यं बाधितमस्ति यथा पूर्वं लोटि वयं पठितवन्तः वस् मस् अपि नित्यं नित्य सूत्रेण तत्र सकारस्य अन्ते सकार यः अस्ति तस्य शुश्रूः तस्य कार्यं न करोति नित्यं नित्य सूत्रं सूत्रेण तद् बाधितम् अस्ति विधिलिङ्गे अपि तथैव तस् थस् तत् तस् थस् थ मिपां तत् सूत्रेण तत् तां तां तं त आम् तत्र आदेशः भवति तत् कारणात् तत् शुश्रूः तत् कार्यं न करोति बस् मस् अपि तत्र नित्यं नितः तत् नित्लकारेषु विधिलिङ्गेषु तत्र सकारस्य अपि च सकारस्य अन्तसकारस्य तत्र शुश्रूः तत् विसर्गः ऋत्वं न भवति ऋत्वं भवति अपि च जि अत्र कार्यं भवति जी स्थाने झेर्जु सूत्रं यः यथा आगत्य कार्यं करोति जि स्थाने तत्र जुस् आदेशः भवति जकारस्य लोपं भूत्वा तत्र उस् अवशिष्यते अत्र सकारस्य शुश्रूः सूत्रेण तत्र ऋत्वम् आदेशः भवति विसर्गः भवति खरोसानियो विसर्जनीया सूत्रेण तत् परस्मैपदे लङि विधिलिङ्गि सिप् सिप् नित्सु इत्यश्च इत्यनेन इलोपः अवदस् अवधः यत्र सिप् विधिलिङ्गि यत्र सिप् प्रत्ययः अस्ति तत्र नित्सु तत् इतश्च इकारस्य लोपः भवति इकारस्य लोपः भवति तत्र अवदस् तत्र पकारस्तु लोपः भवति हलन्त्यम् इति सूत्रेण इकारस्य लोपः भवति इतश्च सूत्रेण तत् अवदस् अवधः तत् सकारस्य तत् शुश्रूः तत् आगत्य कार्यं करोति अपि च तत् विसर्गः भवति अन्ततः गत्वा अवधः सम्यक् एतादृशमेव वयं कुर्मः अग्रिमसप्ताहे त्रिंशत् सूत्राणि सन्ति महोदयः अत्र तु चत्वारः सूत्राणि स्वीकृत्य तस्य उदाहरणरूपेण दत्तवान् भव्या भगिन्याः डाक्युमेण्ट् अपि सहायरूपेण स्वीकरोतु एतादृशम् एकं लिखित्वा आगच्छति चेत् तत्र वयं शीघ्रेण वयं परिशीलनं कर्तुं शक्नुमः अग्रिमसप्ताहे वयं त्रिंशत् अपि सूत्राणि किञ्चित् झटिति दृष्ट्वा अग्रे सरामः येन सूत्रस्य अपि पूर्णतया अवलोकनं भवति पुनस्मरणं मनसि अपि तिष्ठति किमर्थम् इत्युक्ते यदा एकवारं वयं तिङ्प्रत्ययानां सिद्धिः कृतवन्तः पुनः एतानि सूत्राणि वयं न पश्यामः इदानीम् अस्माकं कृते प्रत्ययः सिद्धः अस्ति अतः वयं योजनमेव कुर्मः अग्रे गत्वा तस्मिन् समये सूत्रं मनसि न तिष्ठति अतः एकवारं वयं एतादृशमेव यत्र प्रसक्तिः अस्ति यत्र बाधितम् अस्ति आत्म प्रथमं परस्मैपदेषु अनन्तरम् आत्मनेपदि इति कृत्वा गृहपाठरूपेण लिखित्वा आगच्छति चेत् वयं झटिति तस्य अवलोकनं कृत्वा अग्रे गन्तुं शक्नुमः. भगिन्याः डाक्युमेण्ट् कृपया उपयोगं कुर्वन्तु, तद् बहु समीचीनमस्ति. तद् तस्य तद् उपयुज्य यथा गृहपाठं करोति चेत् शीघ्रम् अपि अवगन्तुं शक्नुमः. समापयामः वा अद्य? भगिन्याः करपत्रे परस्मैपदी प्रत्ययः अस्ति, आत्मनेपदी अस्ति. एक्सेल् शीट् द्वितीय एक्सेल् शीट् मध्ये अस्ति, तत् सम्यक् अस्ति. तद् एकवारं तत् स्वीकृत्य एतादृशं यदा महोदयः लिखितवान् तादृशमेव करोति चेत् वयं शीघ्रं वयं परिशीलयितुं शक्नुमः वर्गे. आं भगिनि, अग्रिमसप्ताहे तदेव प्रथमं कुर्मः. समयः अस्ति चेत् नूतनपाठं प्रति गच्छामः, अथवा एतत् प्रथमं त्रिंशत् सूत्रं वयम् एकवारं परिशीलनं कुर्मः पूर्णतया. अस्तु, धन्यवादः. आम् अस्ति, द्वितीय एक्सेल् शीट् मध्ये आत्मनेपदी प्रतिङ् प्रत्ययः इति अस्ति, परस्मैपदी अपि अस्ति, आत्मनेपदी अपि अस्ति. आम्, धन्यवादः भगिनी. नमस्कारः. धन्यवादः. धन्यवादः भगिनी.